नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। लुप् लकारः इति पाठः। गतपाठे तु वयं धात्वादेशः इति दृष्टवन्तः। तत्र मीनाति, अमीनाति, मिनोति, दीन् यपि च इति सूत्रमासीत्। तत्र मीनाति, मिनोति, दीनाम् आत् ल्यपि च तत्र एज् निमित्ते प्रत्यये उपदेशे अशिति इति तत्र उपदेशः भवति। एच् निमित्त षित् भिन्न प्रत्ययस्य विषये उपदेशः भवति इति दृष्टवन्तः। आकारादेशः इति उपदेशः इति तदेव तत्र लिङ्क्श्लेषणे लीश्लेषणे इत्यत्रापि तत्र आत्वमेव आदेशः एचः विषये, परन्तु विभाषा लीयते इति सूत्रेण तत्र तु विकल्पेन भवति। लिङ्क्श्लेषणे इति दिवादिगणीयः, लीश्लेषणे इति क्रयादौ, तत्रापि आत्वमेव। अतः मीनाति, मिनोति, दीङ् तत्रापि आत्वमेव, षित् भिन्न प्रत्ययस्य विषये एच् निमित्त षित् भिन्न नित्यं, तत्र तु विभाषा लीयते इत्यत्र विकल्पेन लीङ् श्लेषणे दिवादौ लीश्लेषणे क्रियादौ इति धातुद्वयम्। अनन्तरं तत्र ऊदुपदायाः गोहः इति सूत्रं, गूफ् इति धातोः विषये। तत्र उपदायां किं भवति, गुणादेशं प्रबाद्य ऊत् इति आदेशः भवति अजादि प्रत्यये परे। अतः तत्र अस्माकं प्रसङ्गः तु आर्धधातुकप्रसङ्गः खलु। गूप् धातुः वेट् इडागमपक्षः अस्ति चेत् तत्र ता प्रत्ययः तु अजादिः, अतः गूहिता इति ऊदुपदायाः गोहः इत्यनेन ऊत् आदेशः भवति अजादि प्रत्यये परे। गूहिता, गोडा इति तत्र रूपं वेट् धातुतः। अनन्तरं तत्र यस्य हलः किमर्थम् अप्रामितम्, यस्य हलः क्यस्य विभाषा इति सूत्रद्वयम्। क्यस्य हलः किं वदति, हल् उत्तरस्य शब्दो लोपो भवति आर्धधातुकप्रत्यये परे। तत्र बिभेदिता इति रूपं, क्यस्य विभाषा इत्यत्र हलः परयोः क्यच् क्यङ् एतद् दृष्टवन्तः। क्यच् क्यङ् प्रत्ययोः लोपः भवति आर्धधातुके इति। तत्र समीदिता, समिध्यता इति रूपद्वयं, तत्र तत्रापि हलः परस्य क्यच् क्यङ् यकारः अस्ति खलु, तस्य लोपः विकल्पेन भवति इति क्यस्य विभाषा। यस्य हलः इत्यत्र तु हल् उत्तरस्य या शब्दस्य लोपः भवति, अतः एव बिभेद्य इत्यत्र य लोपः भूत्वा बिभेदिता इति रूपम्। यस्य हलः क्यस्य विभाषा। अनन्तरं कृपेश्च अवकल्कने इति धातुः, तत्र कृपोरोलः इति परिचितसूत्रमेव। अनेन तत्र सासी च क्लिपः तद् अग्रे आगच्छति, तत्र कल्पिता इति रूपं भवति आत्मनेपदे। कर्प् कल्प् भूत्वा कल्पिता इति तत्र रूपं, कृपोरोलः इत्यनेन कल्पयति, कल्पयते इति निच्छी भवति, परन्तु अस्माकं विषयः तु लुट् लकारः खलु, तत्र तु कल्पिता इति रूपं भवति। परस्मैपदे कल्पता इति अपि रूपमस्ति, रासी च क्लिपः इत्यनेन इडागमनिषेधः, अतः कल्पता इति रूपम्। इडागमः इत्यत्र तु वयं इडागमविधायकसूत्रं तु आर्धधातुकस्य इड् वलादेः इति, तत्र कृत् प्रत्ययस्य कृते सूत्रद्वयं, निषेधसूत्रं नेड् वशीकृति ती तु त्र तथ सी सु सरकसिषु च इति सूत्रमासीत्, येन निषेधः भवति कृत् प्रत्ययस्य विषये। परन्तु अस्माकं प्रसङ्गः तु आर्धधातुकस्य इड् वलादेः इत्येव। तत्र एकं विशिष्टसूत्रं तास् विषये आसीत्, तासी च क्लिपः इति सूत्रं। सामान्यतया कृत् धातुः आत्मनेपदीसंज्ञकः अस्ति, परन्तु तास् प्रत्ययस्य इत्युक्ते तत्र एकम् इतोपि एकं सूत्रम् आसीत् खलु, लुटी च क्लिपः इति सूत्रेण स्या सन् तास् प्रत्ययेषु परेषु कृप् धातोः विकल्पेन परस्मैपदी भवति इति तत्र प्रथमाध्यायस्य तृतीयपादस्य त्रयोनवतिः खलु त्रीनवतिः त्रीनवति सूत्रम् अस्ति लुटीचक्लपः इति तद् वदति. परन्तु अस्मिन् सूत्रे किम् उक्तम् इत्युक्ते तास् प्रत्यय ताश्च परस्मैपदीसंज्ञकसकारादि आर्धधातुकस्य प्रत्ययः च अनयोः इडागमः न भवति. इडागमनिषेधसूत्रं तासीचक्लपः इति कृत् धातोः परस्य यत् परस्मैपदीसंज्ञक तास् एतत्तु लुटी च क्लपः इत्यनेन एव विधीयते. परन्तु अत्र किम् उक्तम् इत्युक्ते तत्र इडागमः न भवति इति तत्र उक्तम्. परस्मैपदि संज्ञकः यद् क्लिप् कृप् धातुः अस्ति तस्य तास् प्रत्यये परे इडागमः न भवति इति अनेन सूत्रेण उक्तम् आसीत्. अतः तत्र तद् दृष्टवन्तः खलु तासी चक्लपः इत्यत्र तासी इति किमर्थम् इति तत्र अनुवृत्त्यर्थम् आनीतं 72 अस्ति 11 अस्ति इति कारणेन एतद् वयं प्रायः दृष्टवन्तः. अर्थपूर्त्यर्थम् अष्टाध्याय्याम् अर्थपूर्तिः भवति अनुवृत्त्या च अधिकारसूत्रेण इति अतः तत्र पुनः उक्तम् इति तावत्पर्यन्तं वयं दृष्टवन्तः गतपाठे. महोदय भवान् पठति वा? तीशसः लुभभूषऋषः श्रूयते खलु? श्रूयते आम् तीशसः लुभऋषऋषः इति सप्तमाध्यायद्वितीयपादस्य अष्टचत्वारिंशत्तमं सूत्रं. तीशसः लुभऋषऋषः इति दिवादिगणे इष् धातुः सः लुभु ऋषु ऋषि इत्येभ्यः पञ्चभ्यः धातुभ्यः तकारादि आर्धात्मिकप्रत्ययाः विकल्पेन इडागम प्रत्ययाः विकल्पेन इडागमानुकूलाः. ती सप्तम्यन्तम् ईश सः लुभ ऋष ऋषः पञ्चम्यन्तं द्विपदविधं सूत्रमस्ति. तास् प्रत्ययः तकारादिप्रत्ययः अस्ति इति कृत्वा आर्धात्मिकप्रत्ययातः तस्य इडागमः विकल्पेन भवति एभ्यः पञ्चभ्यः धातुभ्यः. तर्हि इष् धातुः तत्र इडागमपक्षे एषिता इति भवति, अत्र गुणः भूत्वा एषिता इति भवति. यदि इडागमः नास्ति चेत् एष्टा इति तत्र स्तुत्वं भवति, एष्टा इति भवति गुणः भवति एष्टा. सः इति तत्र सः इति सोड इति गुणः भवति चेत् सहिता इति, गुणः नास्ति चेत् तत्र तत्र सोडा इति भवति. तत्र सहि बहोः इति तत्र अवर्णस्य ओत्वं भवति इति सोढा इति तदेव खलु सहि बहो सोडा इति. लुभु लुभु धातु अपि तथैव तत्र लुब् लोब्ध इति भवति. जसत्ततो दोधः इत्यनेन धकारः, अनन्तरं जलां जड्जशित्रेण लोब्धा इति इडागम अपक्षे इडागमपक्षे लोभिता इति गुणः भूत्वा अग्रे गुणं भूत्वा अग्रे ऋषः ऋष इति रोष्टा रोषित तत्रापि स्तुत्वं रोष्टा अन् इडागमपक्षे रोषिता इति ऋष् इत्यस्यपि रेष्टा रेषिता इति. तर्हि तत्र तकाधिपत्ये परे ईश ईश् धातु सः लुब् ऋष् ऋष् इति एते पञ्चे पञ्चदिवादिगणीयधातुः तेषां विकल्पेन इडागमः भवति इति. सत्यं तत्र तु मूलतः ते तु हलन्तः सेट् सन्ति अस्माकम् आवल्याम् आम् अस्माकम् आवल्यां ते न आसन् खलु, अतः ते सेटः सन्ति. अनेन सूत्रेण वेट् लुटि एव केवलं वेट् इष सः लुब् ऋष ऋष इति तत्र विकल्पेन भवति. समीचीनं महोदय, धन्यवादः. इति तद् इडागमविचारः समाप्तः. तत्र केवलं सूत्रद्वयमेव दृष्टं अस्माभिः तासि च क्लुपः तिष सः लुभ ऋष ऋषः इति सूत्रद्वयमेव अत्र प्रदर्शितम्. उषा भगिनी अतिदेशः पठति वा? आं भगिनि. अतिदेशः अतिदेशसूत्रद्वारा प्रत्ययस्य स्वभावः यथा तस्मात् भिन्नः भवति. अनेन नूतनलक्षणं अध्यारोप्यते. अष्टाध्याय्यां प्रथम अध्यायस्य द्वितीयपादस्य आरम्भे प्रायः सर्वाणि अतिदेशसूत्राणि स्थितानि, विरलतया अन्यत्रापि प्राप्यते. अध्यायं प्रथम अध्यायस्य द्वितीयपादस्य आरम्भे येभिः सूत्रैः त्रयाणां गुणानाम् अध्याहारः, णित्वं कित्वम् अकित्वञ्च 1 to 1 इत्यस्मात् आरभ्य 1 to 26 इति यावत् अतिदेशप्रकरणं, तस्मिन् च प्रथमचत्वारि सूत्राणि सामान्यानि, 1 to 5 इत्यस्मात् आरभ्य विशिष्टसूत्राणि, इमानि च सर्वाणि आददादिकप्रक्रियायामेव. अस्तु भगिनि. सो अतिदेशसूत्रद्वारा प्रत्ययस्य यथा स्वभावः तस्मात् भिन्नः भवति इति अतिदेशसूत्रम् इति. प्रत्ययस्य स्वभावः भिन्न सूत्रेण भिन्नः भवति. तत् अतिदेशसूत्रं सूत्राणि द्वितीय प्रथम अध्यायस्य द्वितीयपादस्य आरम्भे 1 to 1 ओके. प्रायः सर्वाणि अतिदेशसूत्राणि स्थितानि. तत्र यत् अध्याहारः इति चेत् णित्वं विनो सार्वधातुकम् अपि सार्वधातुकम् अपि णित्वं, कित्वम् अपि आरोप्यते अपि अध्याहारः भवति, अकित्वम् अपि अध्याहारः भवति. ओके, 1 to 1 इत्यस्मात् आरभ्य 1 to 26 इति अप् टु दट् अतिदेशप्रकरणम्. ओके, तस्मिन् च प्रथमचत्वारि सूत्राणि सामान्यानि, 1 to 5 इत्यस्मात् आरभ्य विशिष्टसूत्राणि, इमानि च सर्वाणि आर्धधातुकप्रक्रियायामेव. ओके, आर्धधातुकप्रक्रियायामेव लुट् इत्यस्य कृते भवति. सार्वधातुकप्रक्रियायाम् एकमेव अतिदेशसूत्रं सार्वधातुकम् अपित् अहम्, इदं च सामान्यम् अतिदेशसूत्रम्. अवशिष्ट त्रीणि सामान्यानि अतिदेशसूत्राणि आर्धधातुकप्रक्रियायां भवन्ति. ओके, अवशिष्टत्रीणि सामान्यानि 1 to 5 इत्यस्मात् विशिष्टसूत्राणि. ओके, एतावता अतिदेशसूत्रचिन्तनम् अधिकं न अपेक्षितम् आसीत्, यतोहि सार्वधातुकप्रक्रियायां केवलं सार्वधातुकम् अपि तदेव. ओके, तदा आर्धधातुकप्रक्रियायां यत्र इडागमः न भवति, प्रेरणार्थे णिच् कर्मणि भावे यक् परस्मैपते आशीर्लिङ्ग् यङ्गन्ताः यङ्ग् लुगन्ताः च इत्येते सर्वे अनिट् आदयः, इट् प्रकरणम् इट् अपेक्षा नास्ति. येषु स्थलेषु अतिदेशसूत्राणि न प्रसक्तानि, इतः आरभ्य अतिदेश चिन्तनम् अपेक्षितम्. अस्तु. सो वयं जानीमः सार्वधातुकम् अपि सार्वधातुकप्रक्रियायाम् अतिदेशसूत्रम् अस्ति, परन्तु अत्र आर्धधातुकप्रक्रिया अस्ति. अत्र आर्धधातुकप्रक्रियायाम् यत्र इडागमः न भवति, वयं दृष्टवन्तः णिच् कर्मणि भावे यक् परस्मैपते आशीर्लिङ्ग् वयं दृष्टवन्तः, तत्र इडागमस्थले अतिदेशसूत्राणि न पठितं, न आवश्यकम् अपि. परन्तु अत्र लुट् स्थले इडागमचिन्तनमपि अस्ति, अपि च अतिदेशसूत्राणि चिन्तनमपि अस्ति. सो इतः आरभ्य अतिदेशचिन्तनम् अपेक्षितम्. यथोक्तम् आर्धधातुकप्रक्रियायां त्रीणि सामान्यानि अतिदेशसूत्राणि, तानि च गाङ्कुटादिभ्यो अञ्ज् निन्नित निन्नित अञ्ज् निन्नित अञ्ज् नित् नित् नित् विज् इट् अपि च विज इट् विज इट् विभाषोर् विभाषोर् नोः इतः अग्रे सर्वत्र एतेषां प्रसङ्गे चिन्तनीयं भवति लुटि येषां त्रयाणामपि कार्यं भवति गाङ्कुटादिभ्यो विजयिट् विभाषोर्णोः ततः अग्रे अस्मिन् लकारे विशिष्ट आतिदेशसूत्राणि न अपेक्षितानि अतः सामान्यसूत्राणि इत्युक्तं प्रत्ययम् अवलम्ब्य यत्र यत्र आर्धधातुकप्रक्रिया प्रवर्तते तत्र सर्वत्र येषां त्रयाणां प्रसक्तिः भवति अतः अत्र सामान्यसूत्रम् इत्युक्तौ प्रत्ययम् अवलम्ब्य न तु धातुम् अवलम्ब्य सो गाङ्कुटादिभ्यो इति धातोः अवलम्ब्य विज अपि धातोः अवलम्ब्य विभाषोर्णोः दट् डसन् लुक् लैक् धातोः अवलम्ब्य ओ ऊर्णधातो ओ आमां दट् वे विभाषो ऊर्णोः ऊर्णधातु आम् आफ् द ऊर्णधातु आमां विभाषोर्णोः ओ ऊर्णधातु एतेषां त्रयाणां सूत्राणाम् अतिदेशसूत्रस्य कृते आर्धधातुकप्रकरणस्य कृते सामान्यसूत्रम् पश्यामः अस्तु तदेव अस्ति खलु आम् आम् पश्यामः अस्तु भगिनि धन्यवादः अरुणा धन्यवादः भगिनि नमस्कार भगिनि नमस्कारः भगिनि गाङ्कुटादिभ्यो निन नित् इति सूत्रं वदति इड् धातोः स्थाने यः गाङ् धातुः तस्मात् कुटादिगणादिगणेभ्यः गणेभ्यः धातुभ्यः नित् नित् भिन्नप्रत्ययः नित्वं भवति कुटादिगणे निङ् धातु भवति कुटादिगणे पञ्चत्रिंशत्तमं धातवः सन्ति सर्वे धातवः तुदादिगणे सन्ति कुटा आदि येषां ते कुटादयः बहुव्रीः गाङ् च कुटादयश्च ते द्वन्द्वगर्भबहुव्रीहिः सूत्रं स्वयं सम्पूर्णं गाङ्कुटादिभ्यः तद् ञकारः तद् नासिकया एव आगच्छति खलु सः अणित् ञित् ओके कुटादिभ्य गाङ्कुटादिभ्यो नित्तः नित् सूत्रं वदति ईडा धातुतो स्थाने गाङ् धातु आदेशः भवति तदनन्तरं कुटादिगणेभ्यः धातुभ्यः नित्वं भवति प्रत्ययस्य नित्वत् भवति प्रत्ययः नित्य भिन्नप्रत्ययः यद् कुटादिगणे धातुभ्यः विहितः सः नित्वत् भवति अनन्तरम् इङ् धातोः स्थाने गाङ् इति इति यद् भवति तस्मात् सो कार्यद्वयं प्रदर्शितम् इङ् धातु फस्ट् कार्यम् इङ् धातु स्थाने साङ्ग् आदेशः तद् गाङ्ग् धातुभ्यः यद् णित् णित् भिन्नप्रत्ययः विधीयते सः इदानीं णित्वत् भवति ओके ओके अवगतं तत्र गाङ्ग् इत्यस्य प्रयोजनं किं प्रयोजनं महोदय तत्र गुणस्य प्रसक्ति एव कोऽपि अन्या अस्ति वा किमपि प्रायः किमपि अन्या खलु नित् इति वापतिलु तदस्ति आत्मनेपदि एव खलु इङ् धातुः आत्मनेपदि आत्मनेपदि एव खलु इङ् ङित्वत् रैट् अनुदात ङित आत्मनेपदम् तदस्ति न तत्र णित् किमर्थं णित् इति गाङ्ग् इत्यस्य णित् आदेशः तत्र लाभः कः इति अन्यत्र गुणनिषेधः अस्ति तद् णित्व अथवा गुणनिषेधः भवति इति अस्ति कार्यं भवति एव कार्यं कार्यं विना किमपि न भवति खलु तत्र किमपि कार्यं भवेत् एव किम् इति देशोऽयं गाङ्ग् इति नादेशो गृह्यते न गाङ्गतौ तत्र किमपि न उक्तम् प्रायः करपत्रे किमपि नास्ति अत्र अहं तु अष्टाध्यायी डाट् काम् कुटादिगणे तु सर्वे तत्र इदुपद उदुपद दातवः सन्ति खलु तत्र तत्र गुणनिषेधः अथवा सम्प्रसारणं किमपि अस्ति परन्तु अत्र किमपि नास्ति खलु काङ्ग् इति नास्ति तत्र स्पष्टतया न उक्तं केवलम् उक्तं तावदेव अद्यगीष्ट अद्यगीषीताम् अद्यगीषथ इति एव उक्तम् एभ्यो काङ्कुटादिभ्यः प्रत्ययो नित् प्रत्ययो मृतो भवन्ति महोदय अन्येषु लकारेषु प्रायः कुटादिभ्यः उत्कुटिता उत्कुटितम् उत्कुटितव्यम् उत्कुटिता तावदेव अणिति इति किम् उत्कोटयति उच्चकोट इति तावदेव उक्तमस्ति प्रायः अन्यत्र कुत्रापि स्यात् अत्र तु नकारे अद्य गीष्ट इति अभवत् भवती उक्तवती खलु अद्य गीष्ट इति प्रायः सत्यम् अद्यगीष्ट इति एकम् उदाहरणं दत्तं तावदेव अद्य गिषि गिषाताम् अद्यगीषत स्विच् प्रत्यये परे अपि किमपि कार्यम् इति उक्तं नित्वात् तिच् प्रत्यये परे उक्तं तास् प्रत्यये परे एव किमपि न उक्तं किमर्थम् इति न जाने पश्यामः अग्रे प्रायः स्यात् अस्तु तदेव अस्ति तत्र महोदय भवान् एव लुपि तिङ् सिद्धतिङ् प्रत्याः धन्यवादः धन्यवादः लुटि लुटि सिद्धतिङ् प्रत्ययः सर्वे णित् णित् भिन्नाः इत्यतः गाङ्कुटादिभ्यः धातुभ्यः एते सर्वे णित्वद्भवन्ति अतः सर्वत्र णिति च इति सूत्रेण गुणनिषेधः भवति एतदेव च गाङ्गुटादिभ्यो अनित् इति इत्यस्य प्रयोजनं गुणनिषेधः. अत्र प्रश्नः उदेति, किमर्थम् उच्यते यत् गाङ्गुटादिभ्यो अनित् नित् केवलम् आर्धातकप्रक्रियायां, किमर्थं न सार्धातकप्रक्रियायाम् अस्य कार्यं स्यात्? अस्य उत्तरम् इदं यत् कुटादिगणः सुदादिगणे कश्चन अन्तर्गणः एव, अतः नाम सर्वे कुटादिगणीयाः धातवः सुदादिगणे एव सन्ति. सुदादिगणे विकरणप्रत्यय ष इति षप्रत्यय अपित्वात् सर्वत्र सुदादिगणे धातोः गुणनिषेधः. गाङ्कुटादेभ्यो अनित् नित् इति सूत्रस्य कार्यं तु गुणनिषेधः एव, यः सार्वदत्तकप्रक्रियायां सुदादिगणे सार्वदत्तकम् अपित् इत्यनेन साधितः. अतः यद् गुणनिषेधः सार्वदात्तकप्रक्रियां त्रिदादिगणे सार्वदातकम् अपि इत्यनेन साधितः, अतः सार्वदातकप्रक्रियायां त्रिदादिगणे गाङ्कुटादिभ्यो अनित् नित् इति सूत्रं निष्प्रयोजनम्. अपि च यथा अग्रे उच्यते, गाङ् धातुः सार्वदातकप्रक्रियां न भवति, यतोहि अयं गाङ् इङ् धातोः स्थाने एव भवति, स च धात्वादेशः लिटि लुङि लृङि इति. नाम केवलम् आर्धातकप्रक्रियायां. ऐ थिङ्क् इट्स् आल्सो इन् 2449 भगिनि, देर् इस् आल्सो देर् आल्सो टाकिङ्ग् द गाङ्ग् लिटि सूत्र देर् दे हेव् डिस्कस्ड् भगिनि 2449 गाङ्ग् लिटि इति अत्र वा. But there, I didn't understand, the object is that in the Sutra 1-2-1, Gaang, they should mean the substitute okay. Gaang and not the verb Gaang. Gaanga desho bhavati, bhavati ingo liti parataha. Bhavati ingo liti parataha, adigaje adijaga, adijage adijagate adijagire, gaango anubandha karanam visheshanartham. गाङ्गोकुटादिव्य इत्यत्र अस्य ग्रहणं यथा स्यात्, न हि स्थानिवद्भावेन गाङ्ग् इति रूपं लभ्यते. तत्र स्थानिवद्भावेन न भवति इति वदति. इन् द इङ्ग्लिश् ऐ वास् लुकिङ्ग् द वर्ड्स् इन् इङ्ग्लिश् भगिनि. गाङ्ग् देर् शुड् मीन् द सब्स्टिट्यूट् गाङ्ग् अण्ड् नाट् द वर्ड् टु गो. What does that mean? Adijage, adijage. The object is that in the Sutra 1-2-1, the one that we studied just now, Gaang, there should mean this substitute Gaang. Oh, so the Liti Stane, Gaang iti, Liti Vishaye, Ing. I didn't follow. Something else, but in subject is Gaang. Gaang, that should mean this substitute Gaang. Ityukte kim, tatrapi Gaang eva kalu, kimartam? लिटि लकारात् इति तत्रापि किं तदेव अस्ति खलु, गाङ्कुटादिभ्यो इत्येव अस्ति. अत्र गाङ् कथं भिन्नम् अस्ति? ओ अस्तु अस्तु अस्तु अवगतं. तत्र तस्मिन् तु गाङ् आदेशः हेपन्स् टु द धातु इङ् अध्ययने, गाङ् टु गो इति न. अत्र किम्? अत्र गाङ्ग् टु गो इति वा? अत्र धातु गाङ्ग् गाङ्ग् लिटि इत्यत्र अत्र गाङ्ग् इत्यस्य भिन्न अर्थः तद् रातुः न गाम् इस् द सब्स्टिट्यूट् आफ् इङ्ग् वेन् लिट् फालोस् अत्र गधातुः कः अति जगे इङ्गो गाङ्ग् एव अस्ति खलु इङ्ग् एव अत्रापि आसीत् किमर्थं स्टडि अध्ययने इति अर्थः तत्र यद् गाङ्कुटादिभ्यो वयं पठामः तद् तु स्टडि इति अर्थे अध्ययने एतत्तु गत्यर्थकः परन्तु ते वदन्ति तत्रापि टु गो अर्थे एव भवेत् इति किमर्थं न जानामि तद् स्पष्टं नास्ति तादृशं किमपि न उक्तं किमर्थम् इति भिन्न आदेशाः सानिवद्भावेन रूपं न सिद्ध्यति इति वदति अस्तु अत्र वयम् अस्माकं तत्र भिन्नविषयः अस्तु महोदय अग्रे तर्हि गाङ्कुटादिभ्यो अनित् नित्वत् अतः एतत् अनित् अस्ति लुट् शास्त्रस्य अतः तत्र गुणनिषेधः भवति नित्वत् भवति नीति चेत् सूत्रेण भवति नित् यः प्रत्ययः गित् कित् अथवा णित् अस्ति अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणा वा वृद्धिः वा भवति स्म स गुणवृद्धिः न भवति इति सूत्रमस्ति अनुविच्छेदसूत्रमस्ति णिति च इकः गुणवृद्धिः न इति व्यचेः कुटादित्वम् अनसीति वक्तव्यं किमस्ति कुटादित्वम् अनसीति वा इति वार्तिकेन व्यच् धातोः कुटादित्वं कृत्पत्येषु परेषु एव इति कृत्वा लुटि नास्ति व्यचेः कुटादित्वम् अनसीति वक्तव्यमिति वार्तिकेन व्यच् धातोः कुटादित्वम् अस्ति परन्तु कृत्पत्येषु परेषु एव इति कृत्वा लुटि नास्ति अस्तु कृत्पत्येषु एव कुटादि भवति कुटादि कुटादिगणे तस्य गणनं भवति परन्तु एतत् इदानीं लुट् लकार लुट् कृत्पत्ययम् अस्ति इति कृत्वा तत्र न भवति इति अस्ति केवलं व्यक्षिधातोः विषये एव व्यक्षिधातोः विषये समीचीनम् अस्तु महोदय समीचीनं तदेव अस्ति गाङ्कुटादिभ्यो नियुक्तु आं भगिनी उषा भगिनी प्रेरणार्थे प्रेरणार्थे ओ ओके प्रेरणार्थे णिच् व्यचेः तत् अभवत् वा हा तद् महोदयेन इदानीमेव ओके ओके ओके दट्स् वाट् ऐ वास् वाट् ओके प्रेरणार्थे णिच् कर्मणि भावे यक् परस्मैपदे आशीर्लिङ्ग् यङ्गन्ताः यङ् लुगन्ताः च इत्येतेषु अनिडादिषु गाङ्कुटादिभ्यो ऐञ् निन् अणित् ओके अपि च णित् इत्यस्य कार्यं किमर्थं न जातम् णिच् णित् इत्यतः सूत्रस्य प्रसक्तिः नास्ति ओके अपरेषु स्थलेषु कित्वात् णित्वात् च गुणनिषेधत्वात् गाङ्कुटादिभ्यो ऐङ् णित् अणित् णित् इत्यस्य किमपि फलं नास्ति यक् कित् परस्मपते आशीर्लिङ्गि किदासिषि किदासिषि इत्यनेन आशिषि लिङ् यासुट् कित् यङ् च णित् प्रेरणाते णिच् कर्मणि भावे यक् परस्मैपते आशीर्लिङ्ग् यङ्गन्ताः यङ्ग् लुगन्ताः च इत्येषु अनिडादिषु स्थलेषु गाङ्कुटादिभ्यो अञ्ज् अञ्ज् णित् न णित् न णित् इत्यस्य कार्यं किमर्थं न जातं? यतोहि णिच् णित् इत्यतः सूत्रस्य प्रसक्तिः नास्ति, अत्र नास्ति इति. ओके, अपरेषु स्थलेषु कित्वात् णिच् ओके णिच् णित् इत्यतः सूत्रस्य प्रसक्तिः नास्ति. किमर्थं भगिनि? गाङ्कुटादिभ्यो ओ णिच् अञ्ज् अञ्ज् अणित् णित् णित् भिन्नप्रत्ययः आम् सो णिच् णित् अतः प्रसक्तिः नास्ति. यक् कित्वम् अस्ति, कित्वम् अस्ति, यक् कित् परस्मैपते अपि यक् अपि कित् अस्ति. सो सूत्र किति च इति या किति ङिति रैट् गुणकार्यमपि नास्ति इति अपि जानीमः. परस्मैपदे आशीर्लिङ्गि किदा शिशि इति सूत्रम् अस्ति, आशिशि कित् अपि कितिव इति. किदा शिशि इत्यनेन आशिशि आशीर्लिङ्ग् कृते या आशीर्लिङ्ग् कृते अपि कित्वम् आरोप्यते. यासुट् आशीर्लिङ्ग लिङ्गः यासुट् यासुट् विधिलिङ्ग् खलु, विधिलिङ्ग् यासुट् कित् आशीर्लिङ्गि अपि आगच्छति खलु खलु यासुट् परस्मैपदेषु निच्च इति तत्सूत्रं. तत्र लिङ्ग विधिलिङ्ग् आशीर्लिङ्ग् इति किमपि न उक्तं, लिङ्गि एव इति. यासुट् परस्मैपदेषु उदात्तो निच्च सो दे इत्यनेन आशिषि लिङ्गः यासुट् कित् ओ किदाशिषि इत्यनेन. यङ् च ङित् यङ् आल् हेस् द ङित् ओके. सो विधिलिङ्गु तु विधिलिङ्ग् इत्यत्र तु एतत् किदाशिषि न आगच्छति. किमर्थम् इत्युक्ते तत्तु सार्वधातुकप्रत्ययः खलु. आम् आम् आम् किदाशिषि इस् ओन्लि फार् आशिषि आशीर्लिङ्ग्. एतद् यासुट् तदपि तत्र कित्वम् इति तत्र न आगच्छति खलु, तत्र तु अस्माकं सार्वधातुकप्रत्ययः खलु. यासुट् परस्मैपदेषु यासु कालः आम् आम् विधिलिङ्ग् यासुट् परस्मैपदेषु यासुट् इति आगमः भवति. आम् सत्यं सत्यं तत्र तु एतद् न आगच्छति सत्यम्. अतः सर्वत्र एतद् गाङ्कुटादिभ्यो किमर्थं कार्यं कार्यं करोति न करोति. अस्तु अग्रे कुटादयः धातवः, कुटादयः धातवः तेषां लुट् लकाररूपाणि च अत्र प्रदर्श्यन्ते. पञ्च अजन्तदातवः गु पुरी शोत् सर्गे, पुरी शोत् सर्गे लुटि गुता गु इति पुरी शोत् सर्गे. खुङ् इति शब्दे पुरी शोत् सर्गे पुरी पुरीशः उत्सर्गे पुरीशो उत्सर्गे इत्युक्त्वा किम्? ओ तदेव अहं चिन्तितवती परन्तु तत्र अन्ये अर्थे अपि अस्ति. अस्तु तदेव अस्ति. आं सत्यम् अल्पयाकर्ण दस्तकर्ण पैका तदेव पुरीशोत्सर्गे अग्रिमधातुः कः भगिनि? कुङ् कुङ् शब्दे शब्दे अतः व्यक्ते शब्दे टु स्पीक् इन् आर्टिक्युलेट्लि. अग्रिम घृ न नाट् नाट् धृ धृ धृ उकार दकार रेप उकार गति गति स्त स्थैर्ययोः गति अपि च स्टेशनरि ओके गोयिङ्ग् एस् वेल् ओके ध्रुदादिगणीयः एव ध्रुदादिगणः ध्रुता इति भवति णु इति णु दीर्घ ऊकार स्तवने टु डु स्मृति एतद् वयं जानीमः एव णुवित धू विदूनने विदूनने या वि हेव् रेड् दट् टु विदूनने झुक् संथिङ्ग् लैक् दट् ृदादिगणे एव धू खलु अन्तिमं किमासीत् धू विदूनने विदूनने इत्युक्ते कम्पनम् कम्पनमेव ओके विदूनने दुवित सर्वत्र निति च इति सूत्रेण गुणनिषेधः णू धू च सेट् धातुः सेटौ इत्यतः अचिष्णुदादुब्रुवम् इवोरियङ्गुवङ्गौ इत्यनेन अजादिप्रत्यये परे उवङ्ग् आदेशः भवति अस्तु ओ एते सर्वे कुटादयः प्रथमं कुटादयः दातवः पञ्च अजन्त पञ्च एव सन्ति अजन्तदातवः भू पू द्रू नू सु इति दीर्घ ऊका दीर्घह्रस्वद्वयमपि ऊकारान्तः तेषु तत्र सर्वत्र आम् गुणस्य प्रसक्तिः अस्ति परन्तु ङिति च इत्यनेन बाधितं यदा ङिति च इत्यनेन बाधितम् ऊकारान्तः इति कृत्वा तस्य सेटौ ओ सेटौ सेटौ एव उवङ्गादेशः अचि परे खलु अचि परे आम् इति अचि इत्यनेन सत्यम् सम्यक् अचि नु योगः ई योगः ता उवङ्ग् नुविता सत्यं सम्यक् एव दुविता नुविता दुविता अपि च कुता गुता द्रुता इति च इत्यनेन गुणनिषेधः भवति भवति सो गु कुङ् ध्रु इति इडागमः नास्ति नास्ति उटादयविषये किमपि न उक्तं खलु अत्र तासी च क्लिपः केवलं क्लिप् धातुः तीश सः लुब ऋष ऋष इति तत्र पञ्चदातवः तेषां विषये एव उक्तम् अतः तत्र वयं पुनः अस्माकं तद् इडागम आवलीं दृष्ट्वा एव अत्र पुनः आगन्तव्यं यत्र सेट् धातुः वा अनिट् वा इति अतः तत्र हलन्तदा अजन्तदातुः खलु एतद् दीर्घ ऊकारान्ताः सर्वे सेटः खलु दीर्घ ऊद्रुदन्तीर्घ सो नुविता दुविता इति आगतम् उकारान्तेषु तु तत्र किमपि आवल्याम् अस्ति खलु सो एतद् नास्ति अतः गुता कुता धृता इति आगतम् सम्यक् अस्तु अचिष्णुदातुब्रुवां तु वयं जानीमः एव खलु आं भगिनि श्नु प्रत्ययन्तम् अपि च अस्तु धन्यवादः भगिनि धन्यवादः अरुणा भगिनि हलन्तदातवः कुटादिगणे हलन्तदातवः धातुः डिप् क्षेपे डिपिता मुज् शब्दे मुजिता पुट् संश्लेषणे पुटिता मुट् अक्षेप वर्धनयोः मुटिता तुट् कलहकर्मणि तुटिता चुट् छेदने चुटिता लुट् संश्लेषणे लुटिता गुड् गुड गुड रक्षायां गुडिता पुड् उत्सर्गे पुडिता युङ् संवरणे युडिता स्पूह स्फुड संवर्णे स्फुडिता रुड् संवर्णे रुडिता चुर् छेदने चुरिता स्फुर् संचलने संचलने स्फुरिता ब्रुड् निमज्जने ब्रुडिता कुच् संकोचने कुचिता कुटा कौटिल्ये कौटिल्ये कुटिता स्फुट विकल् विकसने स्फुटिता त्रुट् छेदने त्रुटिता चुट् छेदने चुटिता जुट् बन्धने जुटिता घुट् प्रतिघाते गुटिता खुड् बाल्ये खुडिता तुड् तोडने तुडिता स्थुढ स्थुढ संवरणे स्थुडिता चुड् संवरणे चुडिता क्रुड् निमज्जने कुडिता गुरी अद्यमाने उद्यमाने उद्यमाने उद्यमाने गुरिता स्फुट् संचलने स्फुलिता खुड् क्रुड् घनत्वे घनत्वे क्रुडिता लुटि बहूनि दातव लुटि गाङ्ग् इत्यस्य प्रसङ्गो नास्ति इड् धातोः स्थाने गाङ्ग् आदेशो न भवति लुट्लकारे गाङ्ग् लुटि गाङ्ग् लिटि इत्यनेन लिटि लुङ्गि लृङ्गि च अयम् आदेशो भवति लिटि नित्यं लुङ्गि लृङ्गि च विकल्पेन समानधातु विषये एव वदति वा इङ्ग् किमर्थम् उपरि तु दत्तं खलु तद् भवति एव इति तुगादिगणीयः सन्ति सर्वं दत्तमेव खलु लुटि सिद्धतिङ्क्त अतः काङ्कुटादिभ्यः एते सर्वे ङित्वत् भवन्ति इति प्रथमवाक्यमेव अस्ति खलु सत्यं अत्र नास्ति खलु लुट् अत्र नास्ति भगिनि किम् अत्र इन् दिस् गाङ्ग् लिटि इत्यनेन लिटि लुङ्गि लृङ्गि च अयम् आदेशः भवति लिटि नित्यं लुङ्गि लृङ्गि च विकल्पेन तत्र नास्ति परन्तु लुटि गाङ्ग् इत्यस्य प्रसङ्गे नास्ति लुटि गाङ्ग् इत्यस्य प्रसङ्गः नास्ति यतोहि इङ् धातोः स्थाने गाङ्ग् आदेशः न भवति न भवति लुट्लकारे अनेन सूत्रेण न भवति तद् अवगतम् परन्तु तत्र उपरि गाङ्कुटादिभ्यो ङित् तत्र प्रथमवाक्ये एव उक्तं खलु सर्वे लुटि सिद्धतिङ्प्रत्ययाः सर्वे ङित् णित् भिन्नाः इत्यतः गाङ्कुटादिभ्य धातुभ्यः एते सर्वे ङित्वत् भवन्ति इति अस्तु समानधातुविषये वदन्ति वा भिन्नधातु विषये वदन्ति वा इति इङ् अध्ययने इङ् गत्यर्थक इति वा किमपि किमपि त्यक्तं वा लुक्लकारे इङ् धातोः स्थाने गाङ्ग् आदेशः न भवति किमर्थं न भवति एकवारं पश्यामि अनन्तरम् गाङ्गी इति इङ्गादेशो गृह्यते न गाङ्गतौ इति नकारस्य अनन्यर्थत्वात् इति उक्तम्. भिन्नधातोः विषये वदन्ति इति चिन्तया तत् इङ्ग् धातु द्वयम् आसीत् खलु तत्र द्वितीय इङ्गकारस्य गत्यर्थकविषये वदति इति चिन्तयामि न तु गाङ् अध्ययने इति चिन्तयामि परन्तु अस्ति कुत्रापि द्रष्टव्यं खलु अत्र करपत्रे न दत्तं बट् 2449 कृते दत्तं भगिनि उपरि एव दत्तं खलु तद् भवति इति इदानीं न भवति इति किमर्थम् इति न भवति लुट् लकारे अस्तु कुत्रापि दत्तमेव प्रायः कुत्रापि अन्यत्र पश्यामि आं महोदय विजय धन्यवादः विजय इति तथा खलु तद् विजय इति आम् आम् आम् विजय सुगादिगणीय विज् धातुतः ओवे ओविजि ओविजि भयचलनयोः इत्यस्मात् सर्वे विधीयमानः इडादिप्रत्ययाः नीत्वा भवन्ति तर्हि इडादिप्रत्यय इडादि ओके इडयोग्यप्रत्ययः उद्विजिता तत्र उद्विजिता इति भवति लुटि उद्विजितुं तुमुन् उद्विजितुम् उद्विजितव्यं तत्र इटिति किम् उद्वेजनं यत्र इडागमः न भवति तत्र तत्र नित्वत् न भवति अतः गुणः भवतु उद्वेजनम् उद्वेजनी अनियर् अपि च लुडन्तं खलु लुड् नूल् प्रत्यय वा नूल् नास्ति तत्र विजयः उद्वेजनम् इति तत्र अनियत्पत्य तत्र इडागमः नास्ति अतः नित्वत् न भवति इति अस्ति विजः प्रथम पञ्चम्यन्तम् इट् प्रथमान्तं द्विपदमिदं सूत्रं गाङ्कुटादेभ्यो अनित् नित् इत्यस्मात् नित् इत्यस्य अनुवृत्ति अनुवृत्ति सूत्रमस्ति विजः इट् नित् यथा उद्युयोग विद्योग इता उद्विजिता इति भवति तत्र पुगन्तलघुपदस्य इत्यनेन गुणादेशस्य प्रसक्तिः परन्तु चेत् प्रत्यय चेत् इति कृत्वा नित् भवति नित्वत् भवति विजः इति सूत्रेण अतः निति चेत् तृणगुणनिश्चेत उद्विजिता इति विजः इति सूत्रं वदति तर्हि यत्र यत्र अनेकमस्ति गुणः भवति स्पष्टं दत्तमस्ति अत्र गाङ्कुटादिभ्यो किमिति न जानामि इदानीम् अस्तु महोदय अग्रिमं पठतु विभाषेर्णोः विभाषोर्णोः इति विभाषोर्णोः इति ऊर्णुधातुतः विधीयमान इडादिपत्या विकल्पेन नित्वद्भवति इति नित्वद्भवन्ति इति विभाषापदवन्तम् ऊर्णोः पञ्चम्यन्तं द्विपदविधं सूत्रं विज ईट् इत्यस्मात् विज इट् इत्यस्मात् ईट् इत्यस्य अनुवृत्तिः गाङ्कुटादिभ्यो अनित् नित् इत्यस्मात् नित् इत्यस्य अनुवृत्तिः अनवच्छेदसूत्रमस्ति ऊर्णोः इट् नित् विभाषा तर्हि ऊर्णयोग इता ऊर्ण इति इडयोगे अनुवृत्तिः अस्ति तत्र अनेका च ऊर्णयोग इता तत्र विकल्पेन नीत्वा ततः यदा इडागमः यत्र यत्र गुणनिषेधः भवति तदा ऊर्णयोग इता अचिष्णुधातुभ्रुवां यो योर्यङ्गो इत्यनेन उवाङ्गादेशः तत्र तर्हि ऊर्णुविता ऊर्णुविता इति भवति यदि नित्वत् न भवति चेत् ऊर्णयोगयिता तत्र गुणः भवति ऊर्णोयोगयिता अनन्तरं यचो यवयाः ऊर्णविता तर्हि ऊर्णविता ऊर्णविता इति ऊर्णविता ऊर्णविता इति रूपद्वयम् इति अस्ति अग्रे पठामि वा आम् आम् विजयित् विभाषोर्णोः इति द्वे सूत्रे सार्धकप्रक्रिया किमर्थं न भवति द्वेपि सूत्रे इडागमम् अवलम्ब्य कार्यं कुरुतः स च इडागमः सार्धकप्रक्रियां न भवति एव अतः तत्र सार्धकप्रक्रियां वयं न दृष्टवन्तः विजयित् विभाषो तत्र अन्यथा दृष्टवन्तः खलु तत्र निजन्ते वयं दृष्टवन्तः विभाषार्णोः वा विजय इत् न स्मरामि विभाषार्णोः किञ्चित् परिचितमेव दृश्यते विजय इत् अपि कुत्रापि वयं दृष्टवन्तः प्रायः न स्मरामि तद् विभाषार्णोः किञ्चित् परिचितमेव दृश्यते एतद् गाङ्कुटादिभ्यो किमर्थं तादृशं तस्य स्वभावः न जानामि अस्तु महोदय भगिनी तत्र उषा भगिनी इति लुट् लकारस्य तद् पठितवान् महान् पाठयामः महोदय तर्हि एतावता अस्माभिः दृष्टं यत् एकवारं यदा तिङ्प्रत्ययः सिद्धाः तदा धातुप्रत्ययोः मध्ये सामान्य अङ्गकार्यस्य साधनात् पूर्वं त्रीणि कार्याणि द्रष्टव्यानि ओके एताव अस्माभिः दृष्टं यत् एकवारं यदा तिङ्प्रत्ययाः सिद्धाः तदा धातुप्रत्ययोः मध्ये सामान्य अङ्गकार्यस्य साधनात् पूर्वं त्रीणि कार्याणि द्रष्टव्यानि प्रथमं धात्वादेशः ओके प्रसङ्गवशात् धातोः आकृतिः तु न परिवर्तनीया ओके अपि च इडागमः धातोः इडागमः दृष्ट्या मूलस्वभावः कः अपि च विद्यमानप्रत्ययस्य प्रभावेन अनिट् धातुः सेट् तु न जायमानः सेट् तु न जायमानः अथवा प्रत्ययस्य प्रभावेन सेट् धातुः तु वेट् न जायमानः वा इति अतिदेशः केनचित् अतिदेशसूत्रेण प्रत्ययः ङित्वत् अथवा कित्वत् इति भवति वा अस्य सर्वस्य परिशीलनानन्तरमेव सामान्यम् अङ्गकार्यं साधनीयम् ओके सामान्य अङ्गकार्यस्य त्रीणि सोपानानि सन्ति धात्वादेशः अस्ति वा नास्ति वा प्रसङ्गवशात् धातोः आकृतिः परिवर्तनं भवति वा न वा अपि च इडागमः मूलस्वभावः कः अपि च तस्य सेट् अनिट् धातुः सेट् जायमानः भवति वा अपि च सेट् धातोः अस्ति चेत् सेट् धातुः अस्ति चेत् वेट् इति अस्ति वा इति चिन्तनीयम् अतिदेशः केनचित् अतिदेशसूत्रेण प्रत्ययः ङित्वत् अथवा कित्वत् इति भवति वा इति चिन्तनीयम् इति त्रीणि सोपानानि सन्ति अङ्गकार्यात् पूर्वम् अङ्गकार्यं साधनीयं चेत् अग्रे पठामि वा आम् आम् सामान्य अङ्गकार्यं सामान्यम् अङ्गकार्यं केनचित् अतिदेशसूत्रेण तास् प्रत्ययः ङित्वत् नास्ति चेत् इगन्तधातूनां च लघु उपधातूनां च इकः गुणादेशः भवति केनचित् अतिदेशसूत्रेण तास् प्रत्ययः ङित्वत् नास्ति चेत् ओके देन् इगन्तधातूनां च लघु उपतधातूनां च इकः गुणादेशः अस्ति ङित्वत् नास्ति चेत् गुणादेशः भवति इगन्तधातु अपि च लघु उपतधातु इगन्तधातुः धातवः नियोगः लुट् इति स्थिते नियोगः तास् योगः तिप् ओके नियोगः तास् ता भवति सार्वधातुक आर्धधातुकयोः नी ता इत्यस्य तास् इति आर्धधातुकप्रत्ययस्य कृते गुणः अपेक्षते नेता इति भवति नी धातु ओके सुपूर्वसामान्य अङ्गकार्यम् अग्रे गत्वा सर्वत्र सिद्धतिङ् प्रत्ययः प्रदर्श्यते ओके अस्तु अत्र प्रायः यत् गाङ्कुटादिभ्यो इति कुटादिगणे नास्ति तत्र तु सामान्य अङ्गकार्यमेव भवति खलु तद् तुदादिगणीयस्य पञ्चत्रिंशत् धातवः विषये एव खलु तद् णित्वतारोपणम् अन्यत्र किमपि न अस्ति वा दिवादिगणे अपि वयं दृष्टवन्तः खलु स्वं धातु दिवादिगणे वट् इस् दट् सूत्र तीश सः तत् दिवादिगणे पञ्चभ्यधातुभ्यः तकारादि आतधातु विकल्पेन इडागमानुकूल ओके अत्र तत्र तु केवलं ङित्वत् पञ्चत्रिंशत् धातवः विषये एव कुटादिगणे ये धातवः सन्ति तेषां विषये अनन्तरम् एतद् विपाशा किमपि तद् इडागमविषये एव खलु विज इट् अनन्तरं विभाषार्णोः अतः तां तान् त्यक्त्वा अन्ये सर्वे तु अत्र एव भवति खलु तेषां तु गुणः गुणकार्यं तु भवति एव विज् धातु कम्स् इन् भगवद्गीता भगिनि यस्मान्नोत् विजते लोकः लोकान्नोत् विजते च यः भगवद्गीता ट्वेल्त् अध्याय उद्विजते बट् बट् तत् इडागमः न दृश्यते उद् विजते उद् विज् विजते विजते इत्युक्ते ते इति प्रत्ययः लट् लट् रूपं लट् रूपम् आत्मनि तत्र तु विज इट् इत्यस्य प्रसक्तिः नास्ति नास्ति नास्ति इडागमः नास्ति नास्ति सत्यं अस्तु अत्र नी इत्यत्र तु नेता इति भवति हू अपि पठतु भगिनि नी हू योगः ता सार्वधातुक आर्धधातुकयोः इत्यनेन होता इति भवति कृ योगः ता सार्वधातुक आर्धधातुकयोः इत्यनेन कर्ता इति भवति इगन्तधातुः सेट् अस्ति चेत् यान्तावान्तसन्धि अपि भवति षी योगः इता सार्वधातुक आर्धधातुकयोः इत्यनेन षे भवति षे योगः इता एचो अयवायावः इत्यनेन शै योगः इता शयित षी धातु सार्वधातुक अर्धधातुकयोः इत्यनेन गुण शिङ्गो शिङ्गः सार्वधातुके अपि गुणः अत्र अर्धधातुक शे योगः इता एचो अयवायावः शयित यू योगः इता सार्वधातुक अर्धधातुकयोः इत्यनेन यो योगः इता यो इति भवति यो योगः इता ओकारस्य स्थाने अव् आदेशः सो यव् योगः इता यवित यू धातुः स्मरामि यू धातुः वयं तत्र आवल्यां दृष्टवन्तः उकार उकार ओ उकारान्तेषु तु इडागमः भवति इत्यत्र शी शे शयिता यू यु यविता समीचीनं सार्वधातुक अर्धधातुकयोः इति अपि च ये चोयावः प्रायः अरुणा भगिनी अग्रे पठति वा अभ्यासः वा प्रथमवारम् अभ्यासः आं करोतु भगिनि ओके लघुपदा दातवः लिख् लिट् योगः यथा पुगन्तलघुपदस्य च सूत्रेण गुणः भवति लेख लेख् योगः यथा लेखितः तदेव मिद् योगः यथा मेदिता भवति वृष् योग इत्था वर्षिता वर्षिता धातु अत्र रूपद्वयं यतोहि अयं धातुः स्वभावतः सेट् किन्तु तासी च क्लुप् क्लुपः इति सूत्रेण क्लुप् धातु परस्मै परस्य परस्मैपदसञ्ज्ञकः तासः इडागमो न भवति क्लुप् धातु उपदेशे आत्मनेपदिः किन्तु लुटि च क्लुपः इत्यनेन तासि पदे अयं क्रूप् धातु विकल्पेन परस्मैपदे अपि भवति तर्हि रूपद्वयमस्ति क्रूप् युवता अपि भवति क्रूप् युवता अपि भवति ओ ओके अत्र युता अस्ति चेत् गुणः भवति सत्यं कल्पिता क्लूप् तद् कृपोरोलः सूत्रं सर्वं कृत्वा कल्पिता इति रूपं क्लुप्ता कल्प्ता तत्रापि कृपोरोलः कल्प्ता पुगन्तलघुपदस्य वयं जानीमः भगिनि अग्रे अग्रे मृज् धातोः वृद्धिः मृज्योगता मृजेर्वृद्धिः चतुर्थाध्याये द्वितीयपादे सप्तमाध्याये द्वितीयपादे चतुर्थ चतुर्दश एकशतम् अधिक एकशतम् अधिक एकशतं मार्ज् योगता रश्च भ्रश्च सृज मृज यज राजा प्रा अजब्राजशंसः माष्टा भवति मुज्येर्वृद्धिः मृद्धातोः एकः वृद्धिः भवति सार्वधातुके च अर्धधातुके च प्रत्यये परे अङ्गकार्यत्वात् प्रत्ययः परे अस्ति एव स च प्रत्ययः धातोः भवति इति कृत्वा स्वर्धातुकम् अथवा अर्धधातुकं भवेदेव वृज्ये षष्ट्यन्तं वृद्धिः प्रथमान्तं द्विपदमिदं सूत्रम् इको गुणवृद्धि इत्यस्मात् परिभाषासूत्रात् इकः इत्यस्य षष्ट्यन्तम् अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं वृज्येः अङ्गस्य इकः वृद्धिः वयं जानीमः मृज् धातोः वेट् अस्ति अतः मृज् युग इता इति रूपमपि कल्पनीयम् अत्रापि वृद्धिकार्यं किन्तु प्रत्ययः अजादि अतः हल्सन्ध्य अवसरे नास्ति ओ मार्जिता भवति अन्यरूपं भगिनि वेट् इट इडागम अस्ति चेत् इडागम नास्ति चेत् तत्रैव व्रश्च व्रश्च भवति मार्ज् मृज् योगः मृजेर्विद्धिः मार्जीता अस्ति चेत् मार्जिता तत्र हल् सन्धिः नास्ति ई नास्ति चेत् व्रश्च व्रश्च इत्यनेन षत्वं मार्ष्टा मार्ष्टा मार्जिता समीचीनम् इति मृज् धातु तत्रापि सामान्यकार्यमेव वृद्धिकार्यम् अस्तु भगिनि धन्यवादः महोदय पुनः तास् प्रत्ययः नित्वच्चेत् तास् प्रत्यय नित्वच्चेत् गुणनिषेधः केनचित् अद्वेषसूत्रेण तास् प्रत्यय नित्वद् भवति चेत् गुणकार्यं निषिध्यते निति च इति सूत्रं य प्रत्यय गित् कित् अथवा णित् अस्ति चेत् तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः एकः स्थाने गुणः वृद्धिः वा न भवति भवति स्म सः गुणः न गुणः भवति स्म सः न भवति इति निश्चेत्सूत्रं वदति अतः पञ्चत्रिंशत् कुटादयः धातवः अपि च विज ईट् आहत्य षड्त्रिंशत् धातुभ्यः तास् प्रत्ययः णित्वत् भवति इति कारणतः निति च इत्यनेन गुणनिषेधः यदा इगतधातु नु इति नु योग इता अत्र सार्धात्कादत् इत्यस्य प्रसक्तिः अस्ति परन्तु एतत् कुटादि गणीयधातुः अस्ति इति कृत्वा कुट् गाङ्कुटादिभ्यो अनित् नित् इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः नित् नित् भिन्नप्रत्ययः नित्वत् भवति तात् प्रत्ययः नित् नित् भिन्नः अस्ति अतः नित्वत् निति च इत्यनेन गुणनिषेधः नु यो नु योग इता अधिष्ठुधातुभ्रुवां भ्रुवां योः इयङ् ओङ्गो इत्यनेन इकारस्य स्थाने इयङ् आदेशः इकारस्य उकार इयङादे उकारस्य स्थाने उवङ् आदेश नू योगयिता यत्र नू योगयिता उवङ् आदेश भवति नुविता इति भवति तथैव कार्यमेव करोति खलु गाङ्कुटादिभ्यो तत्र तत्र तादृशं तत्र प्रायः वाक्ये किमपि अन्यत् योजनीयं स्पष्टीकरणात् अस्तु भूयोगयिता तत्रापि कुटादिगणीय इति कृत्वा धुविता इति भवति उमङ्गादेशः भवति गुविता तथैव कुविता इति तत्र गुणनिषेधः नित्वत् गान् कुटादिभ्यो अनित् नित् इति सूत्रेण ऊर्णयोग इता इति अस्ति तत्र ऊर्णो विभाषवर्णोः इति सूत्रेण विकल्पेन नीत्वा अतः ऊर्णयोग इता ऊर्णो तत्र गुण भवति ऊर्णो योग ऊर्ण ऊर्णविता ऊर्णो खलु ऊर्णविता इति भवति गुण गुणपक्षे गुणनिषेधे ऊर्णु ऊवङ्गादेश ऊर्णुविता इति भवति ऊर्णविता ऊर्णु ऊर्णुविता हा सत्यम् उवङ्गादेशे ऊर्णुविता इति भवति अस्तु महोदय इति तद् उकारान्तः खलु इगन्तदात् इगन्तः आं महोदय लघु उपद अपि पठतु अस्तु लघु लघु उपदधातु धातुषु दिप् योग इता इति अस्ति उगन्तलघुपदस्य इति गुणस्य प्रसक्तिः तत्रापि गाङ्कुटादेभ्यो एतद् कुटादिगणीयधातुः अस्ति इति कृत्वा तत्र दिप् योग इता तत्र दीपिता केवलं वर्णमेलनं भवति दीपिता इति पुट् योगयिता पुटिता स्फुर् इता स्फुरिता कुडिता कुडुयिता कुडिता इति एते सर्वे ये इड् इडागम इडानुकूलदातव सेट् दातव क्षमतां सेट् दातव सेटः सेटः सत्यम् अग्रे उद्विजयोगयिता तत्र विजय इति इत्यनेन सुधादिगणे विजदातु सर्वे विधीयमानस्य प्रत्ययः णित्वत् भवति तास्पत्रे अत्र इडादिः अस्ति अतः णिति चेत् गुणनिषेधः तत् उद्विजिता इति भवति उद्विजयोगयिता उद्विजिता इति धन्यवादः इत्येव तत्र तत्र गाङ्कुटादिभ्यो इत्यस्य कार्यं भवति तद् एव मम भ्रमः आसीत् किमर्थं न इति उक्तवान् इति तत्र भवति एव तस्य कार्यम् अस्तु समीचीनं धन्यवादः महोदय भगिनी उषा भगिनी अस्तु इदं वर्गीकरणम् अनुसृत्य लुट् लकारस्य रूपसिद्धिः चिन्तनीया सामान्यम् अङ्गकार्यं मनसि निधाय सर्वेभ्यः धातुभ्यः लुट् लकारस्य रूपसिद्धिः इदं वर्गीकरणम् अनुसृत्य चिन्तनीयम् वादिगणात् आरभ्य क्रयादिगणपर्यन्तं सर्वेषाम् अजन्तधातूनां लुट् लकाररूपसिद्धिः अपि च वादिगणात् आरभ्य क्रयादिगणपर्यन्तं सर्वेषां सेटां हलन्तधातूनां लुट् लकारस्य रूपसिद्धिः. भ्वादिगणात् आरभ्य क्रयादिगणपर्यन्तं सर्वेषां वेटाम् अनिटां च हलन्तधातूनां लुट् लकारस्य रूपसिद्धिः. निजन्तधातूनां लुट् लकारस्य रूपसिद्धिः, सनन्तधातूनां लुट् लकारस्य रूपसिद्धिः, यङ्गन्तधातूनां लुट् लकारस्य रूपसिद्धिः, यङ् लुगन्तधातूनां लुट् लकारस्य रूपसिद्धिः, क्यच् क्यश् क्यङ् प्रत्ययान्तधातूनां लुट् लकारस्य रूपसिद्धिः. निजन्तधातु अप् टु देट् वि हव् डन्, बट् सनन्तधातु वि हव् ओन्ली डन् यङ् सनन्त वयं न दृष्टवन्तः, न दृष्टवन्तः. अपि च यङ् यङ् लुक् इत्यत्र एकः एव यकार इव यकारलोपः इति एकमेव सूत्रमासीत् खलु, एतत् सम्यक् भवति. अस्तु अग्रे पठतु भगिनि, किम् अग्रे गत्वा सर्वत्र धातुः सेट् इति चेत् इडादयप्रत्ययाः संयोजनीयाः. इडादय ओके. पुनः धातुः अनिट् इति चेत् अनिडादयप्रत्ययाः संयोजनीयाः. ओके. भ्वादिगणात् आरभ्य क्रयादिगणपर्यन्तं सर्वेषाम् अजन्तधातूनां लुट् लकारस्य रूपसिद्धिः. आकारान्ताः च एजन्ताः च धातवः. सामान्याः आकारान्तधातवः यथा जानीमः सर्वे एकाचः आकारान्तधातवः अनिटः सन्ति. आम् आम् ओके. अत्र च किमपि विशिष्टकार्यं न वर्तते. दायोगः ता दा आकारान्तधातु दाता एव भवति. परस्मैपते एक सो दाता धातारौ दातारः दातासि दातास्थः दातास्थ दातास्मि दातास्वः दातास्मः. ओ दट्स् उभयपति धातु. ओके. आत्मनेपति दाता दातारौ दातारः दातासे दाता साते दाताद्वे दाताहे दातास्वहे दातास्महे. अग्रे गत्वा केवलं प्रथमपुरुषस्य एकवचनान्तरूपं प्रदर्श्यते. ओके. अग्रे पठामि वा भगिनि. दरिद्राधातुः फिनिश् दाट् अण्ड् एजन्तदातु. दरिद्राधातुः अनेकाच् दातवः सर्वे सेटः इति जानीमः. अनेकाच् दातवः सर्वे सेटः. ओके. अत्र तादृशः एकः आकारान्तदातुः वर्तते. एकः आकारान्तदातुः दरिद्राधातुः. तत्र च एकं वार्तिकम् अस्ति. दरिद्रादेः आर्धधातुके लोपः वक्तव्यः इत्यनेन दरिद्राधातोः आर्धधातुके प्रत्यये परे आकारलोपः भवति. दरिद्रायोगः गीता इति स्थिते दरिद्रयोगः इता दरिद्रता इति भवति. सेट् अपि च दरिद्राधातु. ओके. वार्तिकं दरिद्रादेः आर्धधातुके लोपः वक्तव्यः इत्यनेन आकारस्य लोपः. अस्तु भगिनि. दरिद्रा तदपि दरिद्रा इति परस्मैपदि दरिद्रा दरिद्रा धातु बहुवारं दृष्टवन्तः खलु. दरिद्रा इति आत्मनेपदि धातु परस्मैपदि एव परस्मैपदि धातुः एव आसीत्. दरिद्रा इति अदादिगणीयधातुः परस्मैपदि. अनेकाच् अस्ति चेत् सेट आम् खलु. एकाच् अनुदाते एकाच् अनुदातो उप किम् अस्ति तद् एकाच् उपदेश किमर्थम् ओके. उपदेशे अनुदातात् क्षम्यताम्. एकाच् उपदेशे अनुदातात् इत्यनेन एकाच् दातवः अनितः खलु. अतः अनेकाचः शेटः शेटः दरिद्रा एव दरिद्रिता इत्येव भवति. दरिद्रिता सम्यक् जागरिता अपि. आम् आम् आम्. जागृधातुः खलु. जागृविच्छिन्न निच्छु खलु. जागृविच्छिन्न दट् सूत्र इस् फर् समथिङ्ग् एल्स् खलु भगिनि. दा तद् षड् दातः तत्र भवति खलु विच्छिन्नल् नित्सु मित् भवति समीचीनं सम्यक् धन्यवादः धन्यवादः अरुणा भगिनी एजन्तदातवः पठतु अनन्तरं समापयामः एजन्तदातवः आदेश उपदेशयसति इति सूत्रेण अपदेशे एजन्तस्य धातोर्वं न तु वयं जानीमः केवलं दे युगतः आदेश उपदेशति इति सूत्रेण दा भवति दे दा आ भवति दाता धाता झै युगता अत्र आदेश उपदेशयोषति इति सूत्रेण ध्या भवति ध्या युगता ध्यात श्रो युगता आदेश उपदेशति तेन शाता शात घै ता आगे आदेश उपदेशयोषति सूत्रेण गाता भवति सर्वत्र तत्र एजन्तदातूनाम् आत्वं भवति तद् सामान्यमेव खलु यदा पूर्वं दृष्टवन्तः सामान्य ईकारान्तः अपि पठतु भगिनि ईकारान्तदातवः सामान्याः ईकारान्तदातवः अत्र गुणकार्यं भवति यत् यथा अपेक्षितं सार्वधातुकार्धदातुकयोः सूत्रेण अपि च श्री श्री इति धातुद्वयं त्यक्त्वा अन्ये सर्वे एकादः इकारान्तदातवः अनिटः वयं जानीमः जि योगः ता सार्वधातुक आर्धदातुकेन गुणः भवति जेता क्षि योगता जेता चेता भवति अधियोग इ योगता अधीत अध्येत अध्यते अध्येत अध्येत भवति गुणः तत् सन्धिः भूत्वा अध्येता इति रूपं भवति समीचीनम् आम् श्री श्री श्री श्री श्री श्री इति धातु इमौ धातु सेतौ इति जानीमः श्रीयुग यथा सार्वधातुकार्धगुण भूत्वा श्रेता श्रेयुगिता यचो यावयावः इत्येन न श्रयिता भवति तदेव स्वीयुगहिता गुणभूत्वा स्वेयुगहिता यचो यावयावः इत्येन स्वयिता भवति समीचीनं सम्यक् स्वयिता इति भवति इतोपि किञ्चिदेव अवशिष्टम् इति चिन्तयामि खलु अत्र उकारान्तः इकारान्तः ऊर्नु ऊकारान्तः अस्तु अस्ति किमपि इतोपि अस्ति सामान्यः एव अस्मिन् करपत्रे द्वितीयकरपत्रे प्रायः विशेषः इति उक्तम् अस्तु अग्रिमसप्ताहे प्रायः मिलामः सामान्यः अपि बहु अधिकमस्ति सत्यं सामान्यः अस्तु अग्रिमसप्ताहे 30th प्रायः कर्तुं शक्यते 7th 14th दिन वेनस्डे द्वयमपि मम परीक्षा अस्ति अस्मिन् सत्रे 7 and 14 सो 30th ऐ विल् ट्रै मै बेस्ट् बेस्ड् आन् मै प्रिपरेशन् फार् मै एक्साम् अथवा अथवा भवन्तः पठन्तु मम परीक्षा समाप्य अहं पुनः योजयामि this time both are on Wednesdays all the best bagini dhanyavadah dhanyavadah bagini